तर्हि अस्माकं विषयः अस्ति सतिसप्तमी. तत्र अद्य अन्तिमं दिनं वा इति पश्येम. सर्वे सन्तुष्टाः इति चेत् अन्तिमदिनम् इति कर्तुं शक्नुमः. बहु दिनानि जातानि, नो चेत् इतोपि अभ्यासः अपेक्षते चेत् पश्येम. अस्तु, यत्किमपि भवतु, नाम अस्य पाठस्य आरम्भे एका कथा अस्ति, कथां पठेम एकवारम्. अनन्तरम् अस्मिन् किं किम् अस्ति इति अवलोकयामः. तर्हि लक्ष्मी भगिनी आरब्धुमिच्छति वा? आं महोदय. अत्र केवलं कथां पठामि वा अथवा उपरितनवाक्यानि अपि? न, कथा इति तत्र केवलं परिचयत्वेन अस्ति इति. परिचयः तु सम्यक्तया जातः एव, अतः अग्रे गच्छेम. एतां कथां सावधानं पठत. कदाचित् महामुनिः व्यासः यमुनानद्याः अन्यत् तीरं गन्तुम् इष्टवान्. सः नौकायाः प्रतीक्षां कुर्वन् नदीतीरे स्थितवान् आसीत्. एवं तस्मिन् स्थिते काश्चन गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगताः. ताः अपि नौकां प्रतीक्षमाणाः तत्र स्थिताः. किन्तु सूर्ये अस्तङ्गते अपि नौका नागता. अस्तु, द्विवारं पठनस्य का आवश्यकता? अत्र सारांशकः इति उचितः. अत्र एकदा महामुनिव्यासः यमुनानद्याः तीरं गन्तुम् इष्टवान्, अन्यत् तीरं गन्तुम् इष्टवान्. सः प्रतीक्षां कुर्वन् आसीत्. तदा तत्र तस्मिन् स्थले तत्र काश्चन गोप्यः स्त्रियः तत्र आगतवन्तः. ते अपि ताः अपि तत्र यमुनानदीं तर्तुम् एव प्रतीक्षां कृतवत्यः आसीत् आसन्. परन्तु तत्र सूर्यास्तः अभवत्, परन्तु नौका न आगता. अस्तु, बहु सुन्दरमस्ति, समीचीनमेव. अत्र अस्तु, भवती एव वदतु यत् तस्मिन् स्थिते इत्यस्य अर्थः कः? अत्र तस्मिन् स्थिते इति पदं सतिसप्तम्याम् अस्ति. अत्र यदा व्यासः तत्र स्थितः, तदानीम् एव काश्चन गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगतः. अत्र ज्ञापकक्रिया अस्ति, अपि च ज्ञाप्यक्रिया अपि अस्ति. यदा तदा योजयित्वा वदामि चेत्, यदा सः इत्युक्ते अत्र व्यासः, यदा सः व्यासः तत्र स्थितः, तदा गोप्यः तत्र आगताः. अस्तु, बहु सम्यक् अस्ति, तथैव अस्ति, तथैव. अस्तु, राजेन्द्रमहोदय, अत्र धातुः कः, अपि च स च धातुः अकर्मकः वा सकर्मकः वा इति वदतु. महोदय, श्रूयते वा महोदय? श्रूयते. अत्र धातुः अस्ति, स्था धातुः अस्ति, ते ज्ञापक्रिया अस्ति. तत्र यदा व्यासमुनिः ज्ञापक्रिया अस्ति स्थिते, अपि च तस्य कर्ता अस्ति व्यासमुनिः, यद्यपि तत् न तथा न लिखितम् अस्ति अत्र. स्थादातुः सकर्मकः वा अकर्मकः वा? अकर्मकः महोदय. अकर्मकधातुः बहु समीचीनमस्ति. अस्तु, तर्हि अकर्मकधातुः अस्ति इति कृत्वा अत्र तस्य कर्मणि प्रयोगः भवति वा? न महोदय, तत्र कर्मणि प्रयोगः न भवति तत्र, यदि तत्र अकर्मकधातुः अस्ति. इत्युक्ते किं, किञ्चित् इतोपि वदतु. कर्मणि भवति किं? कर्तृर्थे कर्तृर्थे भवति महोदय, यथा यथा तत्र तत्र अकर्मकधातुः अस्ति तत्कारणात् तत्र कर्ता तु व्यासमुनिः अस्ति, यद्यपि तत्र न लिखितमस्ति तत्र, परन्तु अकर्मकधातुः भूत्वा तत्र कर्तरि एव प्रयोगं भवति, कर्मणि न भवति, भवितुमर्हति. कस्य व्यवहारः न भवति कर्मणि इति न वदामः, भावे अकर्मकधातुः, तर्हि भावे कस्य व्यवहारः न भवति? भावे सति सप्तमी व्यवहारः न भवति. हा सत्यं, हा समीचीनमस्ति, बोधः तु अस्ति सम्यक्. तर्हि भावे प्रयोगः सति सप्तमी व्यवहारे न भवति, किन्तु यदा तदा अति तु भवति वा भावे प्रयोगः? यदा तदा तु भवति महोदय. तर्हि वदतु एकवारं तावत्. यदा व्यासमुनिः तत्र स्थिताः आसीत् तदा गोप्याः दुग्धं नवनीतम् आनीय तत्र आगताः. तत्तु कीदृशप्रयोगः, कर्तरि वा भावे वा? कर्तरि महोदय. तर्हि भावे वदतु. भावे व्यासमुनि यदा व्यासमुनि तत्र स्थितं यदा व्यासमुनिः तत्र नदीतीरे स्थितं आसीत् तदा गोप्याः तत्र आगताः. शुकवर्णं तत्र किञ्चित् सहायं करोति वा? हा महोदय, यदा व्यासमुनिना स्थितं तदा गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगताः इति अस्ति. बहु समीचीनमस्ति राजेन्द्र. तत्र त्रीणि एकम् अस्ति खलु भाविप्रयोगः, त्रीणि एकं कर्तुः तृतीयविभक्तिकत्वं तेन मुनिना स्थितम्. अस्तु, हा बहु समीचीनमस्ति. तर्हि अत्र किं सरला भगिनी, लट् लकारे कथम् उच्यते? मुनिः तत्र तिष्ठति. यदा यदा यदा मुनि तत्र तिष्ठति तदा स्थितवान् यदा तिष्ठति स्म इति समीचीनं. यदा मुनि तत्र तिष्ठति स्म तदा काश्चन गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगता. अपि च लटि भावे यदि ओके, यदा मुनिना यदा मुनिना स्थितं भावे लटि यदा मुनिना स्थितमिति कीदृशरूपम् अस्ति? स्थितं तप्रयोगः अस्ति. तस्यां तस्य दिशि अस्ति, किन्तु किञ्चित् भिन्नं, किञ्चित् भिन्नम् अस्ति. हा, अत्र अखिला भगिनी सहायं करोति वा? वयं कथां पठामः, कथां तत्र पाठस्य आरम्भे. दृष्टवती महोदय, धन्यवादः. यदा मुनिना तत्र स्थीयते तदा तदा काश्चन गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगताः. इति अस्ति वाक्यं बहु समीचीनमस्ति. स्थीयते खलु, अस्तु, बहु सम्यक् अस्ति. तर्हि अत्र अस्तु, अखिलभगिनी अग्रे तत्र अन्तिमं वाक्यं तत्र किं किम् अस्ति अत्र अस्मिन्? किन्तु किन्तु सूर्ये अस्तं गते अपि नौका नागता. कीदृशं रूपं, परिस्थितिः का, धातुः कः? हा, अत्र सतिसप्तमी धातुः अस्ति गम् इति. किन्तु तत्र सूर्ये अस्तं गते इति तत्र कर्तरी तान्तरूपं सूर्यं गतम् इति तस्य सतिसप्तमीरूपं. तत्र यदा तदा रूपं भविष्यति, किन्तु यदा सूर्यः अस्तं गतः तदा तदापि नौका नागता. हा, बहु समीचीनमस्ति. तर्हि अत्र गम् धातुः कीदृशः? गम् धातुः सकर्मकः धातुः अस्ति, गत्यर्थकधातुः अस्ति इति कृत्वा तस्य कर्तरी तान्तरूपमपि भविष्यति. हा, बहु समीचीनमस्ति. अत्र कर्तरीप्रयोगे अस्ति गत्यर्थकधातुं कृत्वा. अस्तु, बहु समीचीनमस्ति. इदानीं अस्तमिति उक्तमस्ति, अस्तमिति अस्य का विभक्तिः? अस्तम् इत्यस्य द्वितीया विभक्तिः, क्षम्यतां, प्रथमाविभक्तिः, यतोहि तत् न द्वितीया विभक्तिः एव. तत्र कर्तरिप्रयोगः इति कृत्वा तत्र कर्मपदमस्ति अस्तम् इति, तस्य द्वितीया विभक्तिः. हा, बहु सम्यक् अस्ति. अत्र कर्तरिप्रयोगे अस्माकम् एकं द्वे एकम् इति सूत्रमस्ति. कर्तरि त्रीणि एकम् एकं, भावे त्रीणि एकम्. हा, बहु सम्यक् अस्ति. वस्तुतः अस्तशब्दः पुल्लिङ्गशब्दः, अतः प्रति प्रथमाविभक्तौ यदि स्यात् तर्हि अस्तः. हा, बहु समीचीनमस्ति. तर्हि अत्र किं पुष्पा भगिनी अत्र वदति वा यत् सतिसप्तम्याम् अस्य अन्यत् किमपि रूपं सम्भवति वा? पुष्पा भगिनी अस्ति खलु? प्रयत्नं करोमि महोदय. किन्तु किं अत्र अत्र कर्त्री अस्ति, अत्र तु कर्मणि करोमि. हा, करोतु. किन्तु सूर्येण अस्तं गतेन सतिसप्तमी कर्मणि सतिसप्तमी यत्किमपि करोतु आरम्भे, यत्किमपि करोतु यदा तदा अथवा सतिसप्तमी किमपि वदतु. किन्तु सूर्येण अस्तं गते यदा तदा यदा तदा इति वदतु. यदा सूर्येण अस्तं गतः अपि नौका न आगता. किञ्चित् इतोपि चिन्तनं कर्तव्यमस्ति. अस्माकं विशिष्ट अतिथिः आगतः. सावित्री भगिनी स्वागतं, बहुकालानन्तरं. वा, बहु समीचीनमस्ति. वदामि. इदानीं सतिसप्तमी इति पाठः प्रवर्तमानः अस्ति गीताप्रवेशस्य. तत्र कथा अस्ति, प्रथमं तस्य आरम्भे एव कथा अस्ति. पठामि, केवलं शृणोमि महोदय. नास्ति चिन्ता, नास्ति चिन्ता. एवमेव उक्तवान् कुत्र स्मः इति. तर्हि कथा अस्ति अत्र सतिसप्तमी इति पाठः प्रवर्तमानः बहुकालतः इति कृत्वा अस्य अभ्यासः चिन्तनम् इदानीं कुर्वन्तः. इदानीं कुत्र अस्मि? अस्तु, हा. किन्तु सूर्ये अस्तं गते इति, सूर्ये अस्तं गते, अस्तु. विद्याभगिनी किञ्चित् सहायं करोति वा? अत्र किं किम् अस्ति? प्रथमतया कर्तरी वदामि वा, अनन्तरं कर्मणि, अथवा? हा हा, सम्पूर्णरीत्या अस्तु अस्तु अस्तु. किन्तु सूर्ये अस्तं गते अपि नौका न आगता इति अस्ति. अत्र कर्तरीप्रयोगे अस्ति गत्यर्थकधातुः गम् धातुः. तत्र मूलवाक्यमस्ति सूर्यः अस्तं अस्तं गतम् अस्तं गतः इति अस्ति. तत्र सति सप्तमी सूर्ये अस्तं अस्तं गते अपि नौका न आगता इति. यदा तदा इति यदा सूर्यः अस्तं गतः तदा नौका न आगता. सूर्ये अस्तं गते अपि नौका न आगता. इदानीम् अत्र तवतु रूपम् अपि सम्भवति गम् धातोः. अत्र यदा सूर्यः अस्तं गतवान् तदा नौका न आगता. तर्हि अत्र यदा सूर्ये अस्तं गतवती नौका न आगता इति तवतु रूपम्. इदानीम् अत्र शत्रन्तरूपमपि भवति गम् धातुः परस्मैपदिधातुः. अतः यदा सूर्यः अस्तं गच्छन् तदा नौका न आगच्छति. सूर्ये अस्तं गच्छति नौका न आगच्छति इति शत्रन्तरूपम्. इदानीं कर्मणि प्रयोगे सर्वे अवगतवन्तः खलु? सर्वे अवगतवन्तः कर्तरि किं किं सम्भवति? तत्र राजेन्द्रमहोदय, तत्र भगिनी किम् उक्तवती अत्र कर्तरिप्रयोगे किं किं सम्भवति? अत्र महोदय भगिनी उक्तवती अत्र रूपं भवति, तावतु अपि भवति, अपि च शतन्त्ररूपम् अपि भवति यथा उक्तवती. हा, बहु समीचीनमस्ति. यतोहि गम् धातुः परस्मैपदिधातुः, अतः शत्रन्तरूपमपि सम्भवति. शत्रन्तरूपं नित्यं कर्त्रार्थे अस्ति इति कृत्वा अत्र सतिसप्तम्याम् अपि सम्भवति. तवतु अपि नित्यं कर्तरिप्रयोगे अस्ति इति अस्ति. अपि च कृतान्तरूपमपि उक्तमस्ति. अस्तु भगिनि, इदानीम् अत्र कर्मणि प्रयोगे सूर्येण अस्तः गतः. यदा सूर्येण अस्तः गतः तदा नौका न आगता. सतिसप्तमीप्रयोगः सूर्येण अस्ते गते नौका न आगता. अत्र पुष्पभगिनी सम्यक्तया शृणोतु अत्र किमस्ति इति. सा तु कुत्र गतवती? तस्याः एव समस्याः तस्याः. पुनः वदतु कृपया भगिनी, तत्र कर्मणि किमस्ति? यदा सूर्येण अस्तः गतः तदा नौका न आगता. सतिसप्तमीप्रयोगः सूर्येण अस्ते गते नौका न आगता. हा, त्रीणि एकमेकं सर्वे अवगच्छन्ति खलु? तत्र कर्मपदमस्ति अस्तशब्दः. तर्हि कर्मणिप्रयोगे कर्मपदं क्रियायाः आशयः इति वक्तव्यमस्ति सतिसप्तमीप्रसङ्गे. क्रियायाः आशयः यथा भगिनी प्रदर्शितवती. तर्हि अत्र सूर्येण अस्ते गते. अस्तु भगिनी, अग्रे. अनन्तरं कर्मणि शानज् अपि भवति. यदा सूर्येण अस्तः गम्यमानः तदा नौका न आगच्छति. सूर्ये सतिसप्तमी प्रयोगः सूर्येण अस्ते गम्यमाने नौका न आगच्छति. अस्तु, बहु सम्यक् अस्ति. अत्र तर्हि अत्र सरला भगिनी वदतु, तत्र तस्मिन् स्थिते इति स्था धातोः एतादृशं वदतु एकवारम् उपरि. एवं तस्मिन् स्थिते काश्चन गोप्यः दुग्धं तत्र तत्र किं किं सम्भवति इति वयं एतत् सर्वं न उक्तवन्तः. अस्तु, तस्मिन् स्थिते इति कृतान्तप्रयोगः अस्ति कर्तरिप्रयोगे सतिसप्तमी. यदा सः स्थितः तदा काश्चन गोप्यदुग्धं नवनीतं न गृहीत्वा तत्र आगता. सो तस्य सतिसप्तमी अत्र दत्तमस्ति. तस्मिन् स्थिते सति काश्चन गोप्यदुग्धं नवनीतं न गृहीत्वा तत्र आगता. द्वितीयकर्तरी अत्र के भवति तव तु प्रत्ययः. यदा सः स्थितवान् तदा काश्चन गोप्यदुग्धं नवनीतं च गृहीत्वा तत्र आगतः. सतिसप्तमी भवति यदा तस्मिन् स्थितवती सति काश्चन गोप्यदुग्ध नवनीतं च गृहीत्वा तत्र आगतः. तस्मिन् स्थितवती तत्र स्थितवती इत्यस्य का विभक्तिः? सप्तमी विभक्ति स्थितवती एकवचने स्थितवती. प्रातिपदिकं स्थितवत्. बहु सम्यक् अस्ति. अस्तु वा, अग्रे. शत्रन्तरूपं भवति तिष्ठन्ति तिष्ठन् अस्ति. यदा सः तिष्ठन् अस्ति तदा काश्चन गोप्यदुग्धं नवनीतं च गृहीत्वा तत्र आगता. सो सतिसप्तमी भवति तिष्ठन् तिष्ठन् आसीत् इति तिष्ठन् आसीत्. अस्तु, तिष्ठन् अस्ति इति नाम दोषः नास्ति, किन्तु अर्थमवलम्ब्य तत्र आगच्छन्ति. अस्तु, यदा तिष्ठन् तिष्ठन् अस्ति अहं वदामि तदा क्वश्चन गोप्यदुग्धं नवनीतं च गृहीत्वा तत्र आगच्छन्ति इति भवति. अस्तु, सतिसप्तमी भवति तस्मिन् तिष्ठति तस्मिन् तिष्ठति सति काश्चन गोप्य दुग्धं नवनीतं च गृहीत्वा तत्र आगच्छन्ति. तिष्ठति इति सतिसप्तमी. कर्तरी अर्थे सम्पूर्णं भवति. इदानीं कर्मणि भावे प्रयोगः भवति. अत्र सतिसप्तमी न भवति तत्र, कारणं कि स्थितम् अकर्मकधातुः अस्ति. सो तेन स्थितं यदा तेन स्थितं तदा काश्चन गोप्य दुग्धं नवनीतं च गृहीत्वा तत्र आगता. सतिसप्तमी न भवति. भावे किं क्षानच् प्रत्यय भवति. यदा तेन स्थीयमानं तदा काश्चन गोप्य दुग्धं नवनीतं च गृहीत्वा तत्र आगच्छन्ति. हा, स्थीयते स्थीयते, बहु समीचीनमस्ति. लटि स्थीयते सर्वत्र. ते इत्यस्मात् कर्मणि अथवा भावे ते इत्यस्मात् पूर्वम् अकारः स्वीकृत्वा म आगच्छति तत्र शानच् प्रसङ्गे इति कृत्वा सरलमस्ति एव. स्थीयते स्थीयमान तेन स्थीयमानमिति. अस्तु, समीचीनम् इति अस्ति. सर्वम् उक्तं खलु? आम्. हा, अत्र अस्तु, अग्रे गच्छेम तर्हि. इदानीं म्यूट् करोतु. अस्तु, अग्रे गच्छेम. इदानीम् अग्रे शुकुमन् महोदय, कृपया अग्रे पठतु. हा महोदय. महामुने, कापि नौका न आगता एव, इदानीं किं करवाम इति ताभिः पृष्टम्. व्यासः उक्तवान्, चिन्ता मास्तु, अहं भवतीः नदीं तारयामि, परन्तु नौकायाः परीक्षां कुर्वन् अहं श्रान्तः अस्मि. महत्यां बुभुक्षायां सत्याम् अहं किमपि कर्तुम् अशक्तः अस्मि. भवत्यः किमपि यच्छन्ति किम्? गोपिभिः किञ्चित् दुग्धं नवनीतं च दत्तं. भक्षणे समाप्ते महर्षिः यमुनायाः पारगमनविषये किमपि कुर्यात् इति ताभिः चिन्तितं, परन्तु महर्षिणा किमपि न उक्तमेव. महर्षे, यमुनायाः पारगमनस्य का कथा इति गोपीषु पृच्छन्तीषु सतीषु सतीषु व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्. हे यमुने, यदि मया अद्य किमपि न खादितं तर्हि तेन महिम्ना भवति नदीजलस्य, तथा विभागं करोतु, येन वयं सुखेन अन्यत् तीरं गन्तुं शक्नुयाम. अतः हा, इदानीं तत्र नौका न आगता इति अस्माभिः पठितम्. अतः तत्र इदानीं गोप्यः महामुनिं प्रति प्रार्थनां कुर्वन्ति. सः नद्यः तारणाय साहाय्यं करोतु इति. महर्षिः उक्तवान्, अहं श्रान्तः अस्मि, अपि च मयि बुभुक्षा अस्ति इति कृत्वा प्रथमं किमपि खादनार्थं मां दास्यन्तु, तदनन्तरम् अहं भवन्तं भवतीः साहाय्यं करोमि इति महर्षिः वदति. गोप्यः तं किञ्चित् नवनीतम् अपि च दुग्धम् इति तैः ताभिः दत्तम्. इदानीं तत्र महामुनिः तत् खादित्वा सः तूष्णीं तिष्ठति. गोप्यः पुनः तस्य कृते प्रार्थनां कुर्वन्ति, पारगमनस्य का कथा इति अस्माभिः पारं कृपया अस्माभिः नास्ति, अस्माकं तत्र पारं कृपया करोतु इति ते प्रार्थयन्ति. कारयतु किमिति महोदय? पारं कारयतु. हा, कारयतु, कारयतु इति ते प्रार्थना कुर्वन्ति. इदानीं तत्र महर्षिः किं वदति, नदीं नद्यः समीपं गत्वा सः किं वदति, यदि इदानीमेव सः सम्पूर्णं खादितवान् दुग्धं नवनीतं तत्सर्वं, किन्तु सः वदति नदीं प्रति गत्वा, यदा मया अद्य किमपि न खादितं तर्हि हे यमुने, भवती विभागं करोतु, तत्र मध्ये पन्था दर्शयतु, अनेन वयं सुखेन पारं कर्तुं शक्यते इति सः नदीं प्रति वदति. शक्यते पुनः वाक्यं वदतु अन्तिमं शक्यते शक्यन्ते इति वयं शक्यन्ते इति वयं शक्यन्ते इति कीदृशं रूपमस्ति अस्माभिः शक्यन्ते इति शक्यन्ते इति बहुवचने कर्तुं किमर्थं वयं मिलित्वा पारं गन्तुं ओ वयम् इत्युक्ते शक्नुयाम इति शक्नुयाम इति रूपं भवति हा शक्नुयाम कर्तरि हा अपि च पारं कर्तुं शक्यते इति तत्र वदामः चेत् तत्र एकवचने बहुवचने वा अस्माभिः अस्माभिः पारं कर्तुं शक्यते एव तत्र एकवचने एव भवति किमर्थम् इत्युक्ते अस्माभिः इति कर्ता अस्ति तत्र तत्र कर्ता अस्ति अस्माभिः तत्र कारं तत्र कर्मपदं किम् तत्र कर्मपदमेव नास्ति गमनक्रिया एव पारं कर्तुं शक्यते इति उक्तं खलु पारम् ओ पारं सत्यं पारं पारम् इति कर्मपदमस्ति अपि च पारम् इति शब्दस्य किं वचनं लिङ्गं नपुं शक्यम् इति वचनत्वं तत्र प्रथम एकवचनं एकवचनमस्ति नाम त्रीणि एकम् एकम् इति कर्मप्रयोगे अस्ति इति कृत्वा कर्मपदम् अनुसृत्य क्रियापदस्य वचनत्वम् इति अधिकं भवति खलु सत्यं पारमेकवचने अस्ति इति कृत्वा कर्तुं शक्यते शक्यते बहु समीचीनमस्ति इदानीं समीचीनमस्ति पारशब्दः तत्र शब्दपरिचयं करोतु अस्य अर्थः कः तरणम् इति पारम् इत्युक्ते तरणं तरणं इतः तत्र यत्र ते तिष्ठन्ति ततः अन्यतीरम् अन्यतीरं प्रति गमनमेव पारम् इति समीचीनं कर्तुं शक्यते वस्तुतः पारशब्दस्य अर्थः तदेव इत्युक्ते नद्याः अथवा मार्गस्य यत्किमपि तत्र पक्षः अथवा तीरः तत्र तीरम् अन्यत् यत्र वयं स्मः तत्र अन्यत् तीरम् इति तत्र वयं यत्र स्मः तदपेक्षया तत्र इति अर्थः पार इति मूल अर्थः अस्ति परं तीरमिति पारः परं तीरमिति पारः इति व्युत्पत्तिः तत्र प्रदातुः घञ् इति अपि उच्यते अस्तु बहु सम्यक् अस्ति तर्हि महोदय अत्र शास्त्रपारङ्गतः इति पदमस्ति तस्मिन् विषये कृपया किञ्चित् पारङ्गतः तत्र स एव अस्ति न इत्युक्ते साङ्केतिकः अर्थः अस्ति नाम साहित्यिक अर्थः अस्ति किन्तु तरणस्य तत्र गमनस्य अपि तादृश अर्थः अस्ति खलु केवलं शारीरिकरूपेण तत्र अर्थः नास्ति किन्तु आशयः स एव अस्ति इति मन्ये इति वा प्रश्नः समीचीनमेव अस्तु तर्हि शुकवनुमा तत्र प्रथमं वदतु अत्र अस्तु एकं पुनः एकः प्रश्नः अस्ति अत्र यदि अस्तु आरम्भतः वदतु एकवारं तत्र अस्माकं चिन्ता मास्तु अहं महती भवतीः नदीं कारयामि अत्र भवतीः इत्यस्य शब्दरूपं किं शब्दपरिचयः तत्र अहम् इति भवतीः इति द्वितीया बहुवचनरूपमस्ति हा समीचीनं बहु सम्यक् द्वितीया बहुवचनस्त्रीलिङ्गरूपं भवत् शब्दस्य हा समीचीनमस्ति तर्हि अग्रे इदानीं परन्तु नौकायाः प्रतीक्षां कुर्वन् अहं श्रान्तः अस्मि तदनन्तरं तस्य परिशीलनं करोतु कृपया महत्याम् इत्यादिकं महत्यां बुभुक्षायां सत्याम् अहं किमपि कर्तुम् अशक्तः अस्मि इति वाक्यं तत्र महत्यां बुभुक्षायां सत्याम् इति सतिसप्तमी प्रयोगः बुभुक्षा महत्यां इति तस्य बुभुक्षायाम् इत्यस्य विशेषणं भवति महत्यां बुभुक्षायां तत्र सतिसप्तमीप्रयोगे तत्र केवलं बुभुक्षायां सत्याम् इत्येव बुभुक्षायां बुभुक्षा इति सनन्त प्रत्ययरूपमिति अहं चिन्तयामि बुभुक्षा इति बुभुक्षा भोक्तुमिच्छा बुभुक्षा इति भवति बुभुक्षायां सत्याम् इति तत्र कीदृश इदानीं प्रयोगः प्रथमं वक्तव्यः बुभुक्षायां सत्यां प्रथमं वक्तव्यं प्रथमं वक्तव्यं बुभुक्षायां सत्याम् इति तत्र भावे प्रयोगः किल महोदय भावे प्रयोगः अत्र भावप्रयोगः इति अत्र धातुः कः भुज् धातुः न न अत्र अस्मिन् वाक्ये धातुः कः अत्र अत्र व्युत्पत्ति बुभुक्षा इति अस्य व्युत्पत्तिः इति न विषयः इदानीं ओहो वाक्यस्य धातुः कः अत्र धातुः अस् इति धातुः ओ सत्यामित्येव अस्तु अस् इति धातुः अस् धातुः अस्ति अत्र अस् धातुः अस्ति समीचीनमस्ति तर्हि अत्र अत्र एतत् एतत् सर्वम् अस् धातुम् अवलम्ब्य किं किम् अस्ति इति अत्र कीदृशप्रयोगादिकम् अत्र सतिसप्तमी इति कृत्वा सर्वदा सदा वयम् अस् धातुं संयोजयितुं शक्नुमः किन्तु अत्र धातुः स्वयम् अस् तदेव सतिसप्तमी तदेव धातुः सः एव धातुः सः एव धातुः इदानीं बुभुक्षायां सत्याम् इति अस्ति तत्र सत् अस् इति धातुः अकर्मकधातुः वा अकर्मकः न भवान् तु जानाति बहु सम्यक्तया जानाति अस् धातुः सकर्मकः कथं स्यात् अहम् अस्मि अहमस्मि तावदेव सत्यं सत्यम् अस्तु अस् इति धातुः अकर्मकधातुः इति कृत्वा अत्र प्रयोगः कर्तरिप्रयोगः एव इति प्रथमम् अपि च इदानीं तत्र अस् धातुः अहम् अस्मि इति रूपं भवति चेत् तत्र प्रस्मैपदी धातुः एव भवति किल सत्यं हा अस्तु किम् अस्मिन् वाक्ये तत्र अहम् इत्येव कर्तृपदं भवति एवं वा सरला भगिनी सायं करोतु कृपया अत्र कर्तृपदं किं बुभुक्षा बुभुक्षा हा बुभुक्षा इति कर्तृपदं खलु अत्र अहम् इति कथम् आसीत् शिगुवनम तत्र सत्यं महोदय किञ्चित् भ्रमः जातः पुनः वदामि महोदय यत् अस्ति तदेव कर्तृपदमस्ति अहमस्मि इति न विषयः अत्र बुभुक्षा अस्ति सत्यं सत्यम् अत्र अहमिति संयोजयामः चेत् तत्र मम बुभुक्षा अस्ति खलु अतः बुभुक्षा इति सत्यं सत्यं महोदय बुभुक्षा इति कर्तृपदम् अस्ति हा इदानीं तत्र सत्याम् इति कीदृश इदानीं तत्र रूपं किम् अस्ति इति भवति किल अस्ति यदा बुभुक्षा अस्ति तदा अहं किमपि कर्तुम् अशक्तः अस्मि इति सामान्यवाक्यं हा अस्तु, किन्तु अत्र सत्यामिति अस्य यदा तदा अति वदति वा अत्र सत्यामिति कीदृशं रूपम् अस्ति? सत्यां प्रत्ययः न जानाति एव, किन्तु सरला भगिनी किञ्चित् वदतु कृपया. सत्यसप्तमे महोदय, सत् भवति यदा महती बुभुक्षा सत् सति तदा अहं किमपि कर्तुं अशक्त अस्मि. समीचीनमस्ति. भवति अत्र बुभुक्षा सति, बुभुक्षा सति इति अत्र शत्रुप्रत्ययः अस्ति खलु महोदय? तदेव चिन्तयन्नस्मि. शत्रुप्रत्ययः शत्रु अस् धातोः शत्रुप्रत्ययरूपं सत् शत्रुप्रत्ययः प्रातिपदिकं भवति सत् इति. सत् श्रीलिङ्गे सति सति सति पुल्लिङ्गे सन् अस्तु. इत्युक्ते तत्र प्रातिपदिकं पुल्लिङ्गे सत् स्त्रीलिङ्गे सति इति अस्ति. अस्तु, बहु सम्यक् अस्ति. तर्हि इदानीं भवान् कृपया किञ्चित् म्यूट् करोतु. इदानीम् अग्रे अखिल भगिनी वदतु अत्र किं किम् अस्ति अत्र महत्यां बुभुक्षायां सत्यां इति किं किं सम्भवति इति वदति वा? महत्यां बुभुक्षायां सत्याम् इति अत्र अहं किमपि कर्तुम् अशक्तः अस्मि इति रूपम्. अत्र तु एतत्तु शत्रन्तकर्तरीप्रयोगम् इति वयं प्रयोगः इति वयं दृष्टवन्तः. तत्र वाक्यं भवति यदा अत्र वाक्यं सम्यक् अस्ति भवति उत अधिनायम् इदानीं शत्रन्तप्रयोगः इति वयं दृष्टवन्तः. इदानीं शत्रन्तप्रयोगः इति प्रथमाविभक्तौ भवती उक्तवती, किमर्थं? न, शत्रन्तप्रयोगम् इति वयं दृष्टवन्तः इति एव सम्यक् खलु? न न न न प्रयोगः इति एव. अस्तु अस्तु, सम्यक्तया उक्तवती. मम प्रश्नः अस्ति यत् किमर्थं सम्यक्. यतोहि शत्रन्तप्रयोगः इति पुल्लिङ्गपदं, यदा शत्रन्तप्रयोग इति भवति तत् यत् पूर्वमस्ति तत्तु पृथक् वाक्यम् अस्ति इति कृत्वा वयं दृष्टवन्तः इत्यत्र इत्यनेन सह शत्रन्तप्रयोगः इति इत्यस्य एव अन्वयः भवति, न तु शत्रन्तप्रयोगः इत्यस्य. वा, सर्वे सर्वे शृण्वन्तु, बहु सम्यक् अस्ति. भगिनी यद् उक्तवती तदेव अस्ति, सर्वे अवगच्छन्तु. यद्यपि दृष्टवन्तः इति सकर्मकः, तत्र दृष्टातु सकर्मकधातुः अस्ति खलु, किन्तु इति अस्ति मध्ये, इति अस्ति मध्ये इति कृत्वा तस्मात् प्राक् यत् अस्ति तस्य प्रथमाविभक्तिकत्वं भवति इति सर्वैः अवगन्तव्यमस्ति. बहु समीचीनमस्ति, बहु सम्यक् अस्ति. किम् अत्र अन्वयः? भगिन्या उक्तं यत् तु सत्यम् अन्वयः इति शब्देन, न तु दृष्टवन्तः इति अनेन. यदा मध्ये इति शब्दं स्थापयामः तदानीं यत् तस्मात् पूर्वम् आगच्छति तस्य प्रथमाविभक्तिकत्वं भवति एव. इति अत्र बहूनि उदाहरणानि भवितुमर्हन्ति. तत्र सर्वत्र इति इत्यस्मात् पूर्वं प्रथमाविभक्तिः, यथा अहं शाकः फलम् ओदनम् इति खादामि, किन्तु अहं शाकं खादामि. किन्तु शाकः इति खादामि, बुद्धम् इति अस्मात् पूर्वं शाकः प्रथमविभक्तौ अस्ति, न तु द्वितीयविभक्तौ. इति इति अस्ति इति कारणतः तत्र कर्मपदत्वं न दृश्यते तत्र इति अनेन अन्वयः भवति, न तु खादामि. अवगच्छामि. अस्तु, अखिल भगिनी अग्रे कृपया. अस्तु, यदा महती बुभुक्षा महती बुभुक्षा सन्ति त तदा अहं किमपि कर्तुम् अशक्तः अस्मि इति वाक्यं भवति. सन्ति इति किमर्थं तत्र न सति? क्षम्यतां, सति खलु, न आगच्छति. सत्यं. किमर्थं? तत्र गच्छन्ति इति भवति. स्त्रीलिङ्गे नुमागमः कदा भवति? स्त्रीलिङ्गे नुमागमः विद्याभगिनी सहायं करोतु. भुआदिगणीयधातुः नुमागमः नित्यम्, अपि च चुरादिगणीयधातुः नुमागमः नित्यम्, अपि च दिवादिगणे अपि नुमागमः नित्यं, तुदादिगणे वैकल्पिकं नुमागमः. अन्यत् नुमागमः तत् किमर्थं तत्र साधारणरीत्या वदतु, क्षम्यतां महोदय, किञ्चित् अहं मध्ये न श्रुतवती, अतः पुनः वदतु प्रश्नः कः इति. स्वतन्त्ररूपं स्त्रीलिङ्गे सति भवति अथवा सन्ति भवति इति प्रश्नः. नुमागमः धातोः स्त्रीलिङ्गे स्वतन्त्रपदस्य नुमागमः भवति न वा इति कथं ज्ञातुं शक्नुमः? ओ, सति इत्यस्य नुमागमः नास्ति अत्र, अदादिगणीयधातुः अतः नुमागमः नास्ति. न अतः इति नास्ति इति न वक्तव्यमस्ति. हलन्तदातुः अस्ति चेत् नुमागमः भवति, नो चेत् सत्य अस्ति हलन्तदातुः सत्यं. न अदन्त अङ्गं खलु, अदन्त अङ्गम् अस्ति चेत् नुमागमः, नो चेत् नुमागमः नास्ति. हा, अङ्गमदन्तम् अस्ति चेत् अत्र अस्माभिः कुत्र द्रष्टव्यमस्ति अङ्गमदन्तं? विकरणप्रत्ययस्य अनन्तरं अङ्गमदन्तं भवति वा न वा इति, इत्युक्ते धातुः, हा इत्युक्ते धातुः हलन्तं वा अदन्तं वा भवतु, तत्र भ्वादिगणे द्विवादिगणे तुदादिगणे चुरादिगणे तु विकरणप्रत्ययः विकरणप्रत्ययं तु अदन्तम् इति कृत्वा तत्र तु सर्वदा अङ्गमदन्तमेव भवति. यत्र विकरणप्रत्ययः तथा नास्ति, इत्युक्ते यथा अदादिगणे विकरणप्रत्ययः एव नास्ति, तनादिगणे उ इति विकरणप्रत्ययः, तादृश स्थितिः अस्ति चेत् तत्र अदादिगणः जुहोत्यादिगणः तयोः विहाय अत्र भवत्याः कथने तत्र जातिलीयमस्ति. जातिलीयमस्ति भगिनि, सरलरीत्या वदामः चेत् तत्र येन सर्वेषाम् अवगमनं स्यात्, लट्लकारे एकवचने प्रथमपुरुषे यत् रूपमस्ति ति अथवा ते, तस् ते इति नास्ति, ति परस्मैपदं, तत्र ति इति अस्मात् पूर्वम् अकारः अस्ति चेत् नुमागमः भवति, नो चेत् न. लट्लकारस्य प्रथमपुरुषे एकवचने गच्छति, ति इति अस्मात् पूर्वम् अकारः अस्ति, अतः स्त्रीलिङ्गे शत्रन्तरूपस्य नुमागमः भवति. करोति, ति इति अस्मात् पूर्वम् ओकारः अस्ति न तु अकारः, इति कारणेन नुमागमः न भवति. अस्ति, ति इत्यस्मात् पूर्वं सकारः अस्ति न तु अकारः, इति कृत्वा नुमागमः न भवति इति नियमः सर्वत्र तथा अस्ति. एकवचने तावदेव अस्माभिः द्रष्टव्यमस्ति लट्लकारे, यतोहि बहुवचने यथा कुर्वन्ति तत्र कोऽपि चिन्तयितुं शक्नोति यत् अस्तु न इति अस्मात् पूर्वम् अकार, तत् तादृशं नियमः किमपि नास्ति. एकवचने द्रष्टव्यमस्ति. करोति, क्रीणाति, तत्र आकारः अस्ति न तु अकारः इति कृत्वा नुमागमः न भवति. तर्हि तत्र अकारः कुत्र भवति इति चेत् तत्र भुआदिगणे दिवादिगणे चुरादिगणे चुरादिगणे इति अस्ति इति सामान्यबोधः. किन्तु बोधनार्थं स्मरणार्थं ति इत्यस्मात् पूर्वम् अकारः अस्ति वा एकवचने लट्लकारे प्रथमपुरुषे इति अस्ति इति सत्यम्. अस्तु, तर्हि तदर्थम् अत्र नुमागमः नास्ति, सति इति भवति. अस्तु भगिनि, इति कर्तरी शत्रन्तरूपं, तत्र शत्रन्तरूपं तु नित्यं कर्तरी इति अपि वयं दृष्टवन्तः. अनन्तरं तत्र तवतु रूपमपि भवत् क्षम्यतां तत्र तवतु भवति वा, तवतु कर्तरी, तवतु कर्तरी, तवतु एकक्षणं महोदय, कर्तरी तवतु भवति खलु, यतोहि तत्र अकर्मक अकर्मकधातुः अस्ति इति कृत्वा तत्र रूपं भवति महत्, यदा महती बुभुक्षा भूता. अत्र धातुः कः? अस् इति धातुः. तर्हि भूता इति हस्तेर्भुः इत्यनेन भू आदेश, एकनिमिष, सत्यमेव किं भवति, अत्र धात्वादेशः अस्ति इति वस्तुतः धात्वादेशः अस् धातोः किं वक्तव्यम्, अस् धातोः क्तान्तरूपस्य क्तवत्वन्तस्य च तत्र स्वस्य रूपं नास्ति, भूधातोः भवति. हा, इदानीं किम् उक्तवती तत्र तवतु रूपं तु भूतवान् भवति, त प्रत्ययः भूतः इति भवति. तर्हि प्रथमं तवतु वदामि, तत्र यदा महती बुभुक्षा भूतवती तदा अहं किमपि कर्तुम् अशक्तः अस्मि इति वाक्यं. महत्यां बुभुक्षायां भूतवत्याम् अहं किमपि कर्तुम् अशक्तः अस्मि इति सतिसप्तमी प्रयोगः. महती, यदा महती बुभुक्षा भूता तदा अहं किमपि कर्तुम् अशक्तः अस्मि इति तप्रत्ययः. तत्र महत्यां बुभुक्षायां भूतायाम् अहं किमपि कर्तुम् अशक्तः अस्मि इति सतिसप्तमीरूपम्. इदानीम् अस् इति धातुः अकर्मकः इति कृत्वा तत्र कर्मणि रूपं न भवति, भावे एव रूपं भवति. अत्र भावे तु तत्र क्रियायाः आश्रयकर्ता न भवति इति कृत्वा, क्रियायाः आश्रयं कर्ता इति न, क्षम्यतां, क्रियायाः आश्रयं न भवति, आश्रयः न भवति इति कृत्वा अत्र सतिसप्तमीरूपं तु न भवति. हा, समीचीनमस्ति. तर्हि यदि यदा तदाति वदतु, यदा महत्तया बुभुक्षया भूयते तदा अहं महतया इति भवति वा, महती महत्या बुभुक्षया भूयते तदा अहं किमपि कर्तुम् अशक्तः अस्मि. इति तत्र भावे लटि. अनन्तरं तत्र थ प्रत्ययः भवति, तदा तत्र भवति यदा महत्या बुभुक्षया भूतं तदा अहं किमपि कर्तुम् अशक्तः अस्मि. सम्यक्. अन्यत्, यदा महत्या बुभुक्षया भूयमानं तदा अहं किमपि कर्तुम् अशक्तः अस्मि इति कर्म भावेशानच रूपमपि भवति. अस्तु, बहु सम्यक् अस्ति, वा श्लाघनीयमस्ति. इदानीम् अग्रे राजेन्द्रमहोदय, अग्रे किञ्चित् वदति वा, किं किमस्ति महोदय? अत्र अत्र अस् धातोः क्तवतन्तरूपं किमर्थं स्थितवती न भवति, केवलं भूतवती किमर्थं भवति, पुनः एकवारं कृपया वदतु. न, तत् किमर्थम् इत्यस्य वस्तुतः किमपि उत्तरं नास्ति, नाम तत्र भाषा तथा अस्ति. पाणिनिः केवलं भाषायाः वर्णनं कृतवान्, सः सृष्टिं न कृतवान्, तत् निर्माणं न कृतवान्। किमर्थम् इति अस्य कस्मिन्नपि प्रश्ने तादृश उत्तरं नास्ति यत् किमर्थम्। अत्र अस्य भूति इत्युक्ते अस् धातोः, पाणिनिः किं दृष्टवान्, अस् धातोः स्थाने भूधातुः भवति न तु स्थाधातुः इति वार्ता अस्ति। किमर्थमिति भगवन्तं पृच्छतु, तस्य किमपि उत्तरं नास्ति किमर्थं। प्रश्नः सम्यक् अस्ति किन्तु सर्वत्र उत्तरं तथा अस्ति, तस्य किमपि उत्तरं नास्ति। तस्मिन् अर्थे समानार्थीशब्दस्य तत्र उपयोगं कर्तुं शक्नुमः, किन्तु अस् धातोः स्थाने भू अति अस्ति न तु स्था इति भाषायाः गतिः। अस्तु अग्रे अग्रे किमस्ति राजेन्द्रमय अग्रे? आम् आम् महोदय, किं प्रश्नः कः अस्ति अग्रे? अग्रे अस्ति भक्षणे समाप्ते इति गोपीभिः किञ्चित् दुग्धं नवनीतं च दत्तं भक्षणे समाप्ते। भक्षणे समाप्ते महर्षिः यमुनायाः पारगमनविषये किमपि कुर्यात् इति ताभिः चिन्तितम्। अत्र भक्षणे समाप्ते, अत्र तु तान्तरूपं रूपं सतिसप्तमी प्रयोगः अस्ति। तत् समाप्ते अत्र तु अकर्मक धातुः अस्ति, उपसर्गपूर्वम् आप् धातु अकर्मक महोदय समीचीनम्। अत्र स्थान्तरूपम् अस्ति, अत्र तु अकर्मकधातुः भूत्वा तत् कर्मणि प्रयोगः न भवति स्थान्तरूपे। इत्युक्ते आप् धातुः स्वयं सकर्मकः, किन्तु सम् उपसर्गपूर्वकः आप् धातुः अकर्मकः इति भवता अवगतमेव, केवलं स्पष्टीकरणार्थं वदामि यत् सम् उपसर्गपूर्वकः आप् धातुः अकर्मकः। समीचीनमस्ति। अत्र तान्त्रूपम् अन्यत् अत्र स्तौ तु रूपं अतः अत्र अहं प्रष्टुं शक्नोमि वा यत् भवता भक्षणं समाप्तं वा? न महोदय। किमर्थं तत्र यथा तत् भवान् तत्र भवता न भवान् भक्षणं समाप्तं वा तत् भवितुम् अर्हति? एवं वा? लक्ष्मी भगिनी किं वदति भवती? आं महोदय, भवता भक्षणं समापितं वा निजन्तरूपमेव, किमर्थं चेत् अत्र समाप्तम् इति अकर्मकधातुः, परन्तु निजन्त पदं योजयामश्चेत् कर्मपदं सम्भवति। अतः कर्मण्यर्थे भवता भक्षणं समापितं वा। राजेन्द्रमहोदय यद् उक्तवान् तत्र भवान् भक्षणं समाप्तमिति, तत्र समीचीनं वा? न महोदय, भवान् समीकरोतु। भवान् भक्षणं समाप्तम् इति समीकरोतु, ययारीत्या भवती उक्तवती इदानीमेव। अत्र भवान् इति कर्तृपदं, भक्षणं कर्मपदं, कर्तरीप्रयोगे वाक्यं रचयामश्चेत् अत्र भवान् भक्षणं पुनः अत्र समाप्तम् इति पदम् अकर्मकपदम्, अतः अत्र न भवति। तर्हि भवति किं? समापितम् एव भवति। भवान् न भवान् भक्षणं समापितः समापितः समापितः इति कीदृशं रूपम् अस्ति? समापितः इति क्तान्तरूपं क्तान्तरूपमस्ति. इदानीं क्तान्तरूपस्य कर्तरिप्रयोगः अस्मिन् प्रसङ्गे भवति वा? कर्तरिप्रयोगः कदा भवति क्तान्तरूपस्य? अकर्मकधातूनां कृते अपि च यद्यपि सकर्म तर्हि अत्र सम् आप् णिच् इति समापितः इति सम् आप् णिच् अस्ति, तादृशम् अस्ति वा? नाम अत्र अकर्मकः अथवा गत्यार्थकः अथवा विशिष्टधातुषु एकः इति वा? न, अकर्मकः नास्ति, सकर्मकः एव समापितः. अपि गत्यार्थकः नास्ति. तर्हि भवान् भक्षणं समापितः इति वाक्यं सम्भवति वा? न सम्भवति खलु. क्तान्तरूपं न भवति कर्तरि अत्र. राजेन्द्रमहोदय अवगच्छति वा? तर्हि लक्ष्मी भगिनी वदतु, तत्र सम्भवति किम्? भवता भक्षणं कर्तरिप्रयोगे. अस्तु अस्तु अस्तु, प्रथमतया कर्मणि वदतु एकवारं. भवता भक्षणं समापितं वा? हा, इति सम्यक् अस्ति. तत्र निजन्तप्रयोगः अस्ति कर्तरि, क्षम्यतां, निजन्तप्रयोगः अस्ति कर्मणि, तान्त्रूपं समापितं, भक्षणं समापितं भवता. त्रीणि एकमेकम् अस्ति, सकर्मकधातुः अस्ति. धातुः कः? आप्धातुः इति नास्ति, निजन्तधातुः अस्ति. आपि, क्षम्यतां, समापि, समुपसर्गः आपि इति अस्ति. इदानीं कर्तरि किं भवितुमर्हति? भवान् भवान् भक्षणं क्तान्तरूपं न भवति इति वदतु. अकर्मकधातुः अस्ति चेत् क्तान्तरूपं भवति, अतः समाप्तः इति भवति वा? भवान् इति कथमा स्यात्? तत्र सकर्मकः भवान् भक्षणम् इति, यावत् वयं भवान् भक्षणं शृणुमः तावत् वयं जानीमः यत् सकर्मकप्रयोगः अस्ति, यतोहि भक्षणमिति कर्मपदं जातमस्ति. भवान् भक्षणं, भवान् भक्षणं समापितवान् वा? सम्यक्, तत्तु सम्यक् अस्ति. इदानीं निजान्तप्रयोगः अस्ति, क्तवत्वन्तरूपमस्ति, तत्तु भवति. भवान् भक्षणं समापितवान् इति निजन्त क्तवत्वन्तरूपमस्ति, तदानीं भवति. समाप्तवान् इति न भवति. भवान् भक्षणं समाप्तवान् इति न भवति किन्तु, खलु? किमर्थं किमर्थम् अत्र भवान् समाप्तः इति न कदापि भवति? भवान् समापितवान्, किं समापितवान्? समाप्तः इति मया न उक्तमेव, मया किम् उक्तं? समाप्तवान्, समाप्तवान्. किमर्थं तदपि समाप्तः इव एव भूतकालार्थे, तत्रापि क्तान्तरूपं वा क्तवत्वान्तरूपं वा भूतकालार्थे तत्र अकर्मकरूपम् एव स्वीकरोति. समीचीनमस्ति. इदानीम् अस्माभिः दृष्टं यत् क्तवत्वान्तरूपम् अस्ति, अतः कर्तरि सम्भवति, किन्तु भवान् भक्षणं समाप्तवान् वा इति वाक्ये तत्र कर्तरिप्रयोगे अस्ति इति कृत्वा दोषः इति न, यतोहि क्तवत्वान्तरूपम् अस्ति. किन्तु अकर्मकधातुः अस्ति, अतः कर्मपदं स्वीकर्तुं न शक्नोति, तदर्थं दोषः अस्ति. इदानीं भवान् भोजनं समाप्तं वा इति अथवा समापितं, भवान् भोजनं समापितम् इति तत्र दोषः कः? समापितम् इदानीं निजान्तप्रयोगः अस्ति, अतः कर्तृप्रयोगदिशि तत्र दोषः नास्ति. भवान् भक्षणं समापितम् इति प्रयोगे दोषः कः? लक्ष्मी भगिनी वदतु. भवान् भोजनं समापितम् अत्र अथवा भोजनम् इति पदं कर्मपदं समापितं तत्र भवता भोजनं समापितम् एव सम्यक् भवति. हा, तर्हि दोषः कः आसीत्? किमर्थम् अत्र समापितम् इति पदं भोजनम् इत्यस्य विशेषणम् इव कार्यं करोति. समापितं समापितम् इति तान्त्रूपम् अस्ति खलु. भवान् इति उक्त्वा कर्तृप्रयोगस्य विवक्षा, कर्तृप्रयोगः कृतान्तरूपस्य कर्तृप्रयोगः कदा भवति? अकर्मकधातूनाम् अपि च गत्यर्थकधातूनाम् अपि च स्लिषादयः. तर्हि एतादृशमस्ति वा समापितं? न, तथा वक्तव्यमासीत्. अत्र कर्तृप्रयोगः न भवति, न सम्भवति, यतो हि यद्यपि सकर्मकधातुः समापि अतः कर्मपदं स्वीकर्तुं शक्नोति, किन्तु कृतान्तरूपम् इति उक्तमस्ति इति कृत्वा समापि न न अकर्मकः, न वा गत्यार्थकः, न वा विशिष्टधातुषु एकः इति कृत्वा तत्र न सम्भवति. स्पष्टमस्ति खलु? अस्तु, तर्हि इदानीम् अस्तु, भवती एव वदतु अत्र भक्षणे समाप्ते इति का गतिः अस्ति अत्र? अत्र भक्षणे समाप्ते यदा भक्षणं समाप्तं तदा महर्षिः यमुनायाः पारगमनविषये किमपि कुर्यात् इति ताभिः चिन्तनम्. अत्र यदा भक्षणं समाप्तं तदा महर्षिः पारगमनविषये किमपि कुर्यात् इति अत्र वाक्यं तदा यदा तदा योजयित्वा वदामश्चेत् अत्र सतिसप्तम्यां वाक्यं क्तान्तरूपम् उपयुज्य दत्तमस्ति. परन्तु अत्र वाक्यं कर्त्रार्थे अस्ति. भक्षणं समाप्तं यदा भक्षणं समाप्तं तदा महर्षिः पारगमनविषये किमपि कुर्यात् इति. अपि च कर्त्रार्थे अन्यं वाक्यं रचयितुम् इच्छामश्चेत् तवतु योजयित्वा कर्त्रार्थे वाक्यं सम्भवति. वदतु. अत्र तवतु कर्त्रार्थे सम् उपसर्गपूर्वकः आप्तहतुः इत्युक्ते अत्र आप्तवान्. अत्र अत्र भक्षणमिति नपुंसकलिङ्गपदं, परन्तु नपुंसकलिङ्गे अपि च पुंलिङ्गे अपि सतिसप्तम्यां तत्र तवत् रूपं समानं भवति इति कृत्वा अत्र समाप्तवती सति इति भवति. इत्युक्ते तवतु रूपं योजयित्वा सतिसप्तम्यां वदामि चेत् भक्षणे समाप्तवती सति महर्षिः पारगमनविषये किमपि कुर्यात्. अग्रे अनन्तरं कर्त्रार्थे शत्रन्तवाक्यं रचयितुमिच्छामश्चेत् अत्र अत्र समुपसर्गपूर्वकः आप्धातुः अत्र आप् समाप्नोति इति एकवचने समाप्नुवन्ति बहुवचने समाप्नुवन् समाप्नुवत् अत्र तत्रन्तवाक्यं रचयामश्चेत् भक्षणे समाप्नुवति सति भक्षणे समाप्नुवति सति महर्षिः पारगमनविषये किमपि कुर्यात् इति शत्रन्तवाक्यं कर्त्रार्थे भवति. परन्तु अत्र कर्मण्यर्थे वदामि चेत् तत्र धातुः अकर्मकः इति कृत्वा केवलं कर्मणि नाशं भवति, भावे वाक्यमेव रचयितुं शक्नुमः. अत्र भक्षणेन समाप्तम् इति भावे वाक्यं सम्भवति. अत्र अकर्मकधातुः अपि च भावे वाक्यम् एव अस्ति इति कारणतः अत्र भावे सति सप्तमे न सम्भवति. परन्तु तथा एव अत्र कर्मणि शानच् अत्र कर्तरि शानच् न सम्भवति, परस्मैपदी इति कृत्वा समाप्नोति. कर्मणि शानच् अत्र वाक्यं सम्भवति, परन्तु सतिसप्तम्यां वाक्यं न भवति. भक्षणेन समाप्यमानम् अस्तु, बहु समीचीनमस्ति. बहु किमपि उक्तवती. इदानीम् अग्रे अस्माकम् अग्रिमं वाक्यम् अस्ति. अग्रे किं सरला भगिनी वदतु इति. इति गोपीषु पृच्छन्तीषु गति सतीषु. इति गोपीषु पृच्छन्तीषु सतीषु व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्. अत्र अस्ति यदा गोप्यः पृष्टवत्य सत्य अस्तु व्यासः नदीम् उपसृत्य सतिसप्तमी अस्ति बहुवचने. पृच्छन्ति इति तत्र प्रत्ययः कः? गोपी गोप्य पृच्छ गोप्य पृच्छन्ति पृच्छन्ति पृच्छन् अत्र प्रत्ययः कः? प्रत्ययः पृच्छन्ति अस्ति रैट् पृच्छन्ति तत्र नाम तत्र कीदृश नाम तान्त्रूपम् अस्ति वा अथवा शानजन्तुरूप कीदृशम् अस्ति? शानजन्तम् अस्ति शत्रन्तरूपम् अस्ति पृच्छन्ति. हा पृच्छन्तीषु या पृच्छन्ति सतीषु अस्ति सप्तमी सतीषु शत्रन्तरूपमस्ति खलु शत्रन्तरूपम् अस्ति गोप्यः पृच्छन्ति सन्ति तदा व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान् अस्ति. शत्रन्तरूपम् अस्ति कर्तृ अर्थके यदा गोप्यः पृच्छन्त्य यदा गोप्यः पृच्छन्त्य पृच्छन्त्य सन्ति तदा व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्। सतीसप्तमी भवति गोपीषु पृच्छन्तीषु सतीषु। अत्र अत्र किञ्चन वैचित्र्यमस्ति अस्मिन् वाक्ये, किन्तु किञ्चन वैचित्र्यमस्ति, अस्माभिः किं वक्तव्यमस्ति अत्र? अत्र गोपीषु पृच्छन्तीषु, हा समीचीनमस्ति, इति शत्रन्तरूपीषु सतीसप्तमी यदा वयं भवति वयं वदामः सूर्य सूर्यगते सति तथा सतीषु, तत् सतीषु न वदामः, तत् अपि समीचीनं भवति रे, गोपीषु पृथन्ति पृच्छन्तीषु। वस्तुतः शत्रन्तरूपम् अस्ति इति कृत्वा समीचीनमेव। अस्तु, कीदृशरूपाणि सम्भवन्ति इति अग्रे वदतु। अस्तु, शत्रन्त तस्य कर्तृत् अस्ति, द्वितीयकर्तृत् भवति कान्तरूपं। गोप्य पृष्टवन्त्य पृष्टवती गोप्य पृष्टवत्य यदा गोप्य पृष्टवत्य तदा व्यासः नदीम् उपसृत्य प्रार्थना सम्यक्तया उच्चारयतु कृपया। यदा गोप्य पृष्टवत्य गोप्य पृष्टवत्य यदा गोप्य पृष्टवत्य तदा व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्। सो यदा गोपीषु पृष्टवतीषु सतीषु व्यास गोपीषु पृष्टवतीषु सतीषु व्यास नदीम् उपसृत्य प्रार्थनां कृतवान्। तद्भवति तवतु प्रत्यय। पृष्ठधातु पृच्छधातु सकर्मकधातु अस्ति, तस्य कृतप्रत्ययः न भवति कर्तरीप्रयोगे। हा सम्यक् सम्यक्, हा इति वक्तव्यमासीत्। वा बहु सम्यक् अस्ति, तदेव अस्ति। तर्हि किं तदनन्तरं कर्मणि आगच्छति? अस्तु, शानच् पृच् धातु परस्मैपदस्य शानच् कर्तरी अपि न भवति, कर्मणि प्रयोगे भवति। अत्र यदा तदा इति रूपे वदतु भगवान् कर्मणि प्रश्नं तान्तरूपं यदा गोप्य प्रश्नं गोप्य प्रश्नं पृष्टं गोपीभिः यदा गोपीभिः प्रश्नं पृष्टं तदा व्यासनदीम् उपसृत्य प्रश्नः पृष्टः यदा गोपीभिः प्रश्नः पृष्टः तदा व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्। सो यदा गोपीभिः प्रश्ने पृष्ठे तदा व्यास नदीम् उपसृत्य प्रार्थनां कृतवान्। तस्य कर्मणि शानच् भवति यदा गोपीभिः प्रश्नः पृश्यमानः पृश्यमानः तदा व्यासः नदी उपसृत्य पृच्छति इति कर्मणि लट् किम् कालाविषकारः उक्तः उक्तः वा पृच्छति पृच्छते पृच्छमान कर्मणि लट् भवति पृच्छते साधु यक् यक् यकारः पृच्छते पृच्छते या पृच्छमान भवति इदम् अकारः अस्ति। सो यदा गोपीभिः प्रश्नः पृच्छमानः तदा व्यासः नदीम् उपसृत्य प्रार्थनां कृतवान्। सो गोपीभिः प्रश्ने पृच्छ माने सति व्यास नदीम् उपसत्य प्रार्थनां कृतवान्. अस्तु, समीचीनमस्ति. इदानीम् अग्रे तेन महिम्ना इति एकं तत्र महिम्ना इति तत्र प्रातिपदिकं कोऽपि जानाति वा अत्र रूपं किम् अस्ति? अत्र अत्र शब्दः अस्ति महिमन् नकारान्तशब्दः पुल्लिङ्गशब्दः नकारान्त पुल्लिङ्गशब्दः अत्र प्रातिपदिकमस्ति महिमन् महत् योगः कश्चन प्रत्ययः अस्ति इमनिच् इति महिमन् पुल्लिङ्गशब्दः तृतीयान्तरूपम् अस्ति महिम्ना. समीचीनमस्ति. अस्तु विद्या भगिनी अग्रे. एवं व्यासेन एवं व्यासेन प्रार्थनायां कृतायां यमुना प्रसन्ना अभवत्. सा द्विविधा विभक्ता. यमुनायां विभक्तायां तत्र कश्चन मार्गः अपि दृष्टः. एतत् सर्वं दृष्टवतीनां गोपीनाम् आश्चर्यं सञ्जातम्. ताः मनसि चिन्तितवत्यः. किञ्चित् कालात् पूर्वम् अनेन मुनिना दुग्धं नवनीतं च याचयित्वा खादितम्, किन्तु अयं वदति मया किमपि न खादितम् इति. यमुनया अपि तस्मिन् विश्वसितं. कथम् एतत् शक्यम् इति, एतस्य रहस्यं किम् इति प्रश्ने कृते महामुनिः उक्तवान्. तावत् वा अथवा अग्रे अपि पठामि? उक्तवान्. अस्तु, हा तावत् वदतु तर्हि. अस्तु, एतावता वयं दृष्टवन्तः अत्र गोप्यः प्रार्थनां कृतस्य अभावे समापयतु कृपया. उक्तवान् पूर्णतया वा? समापयतु तत्र. उक्तवान् पुनरपि उक्तवान् भवतीभिः दुग्धं नवनीतं च अवश्यं दत्तं, परन्तु मया तद् न खादितम् इति. तावत् वा? हा न, इत्युक्ते पञ्चसु निमेषे किं कुर्वन् पुनरपि? अस्तु, पुनरपि सः एव उक्तवान्, मनुष्यः कर्म करोति एव, परं तत् कर्म ब्रह्मार्पणबुद्ध्या न करोति. यदि सः ब्रह्मार्पणबुद्ध्या करोति तर्हि तस्य कर्मणः बन्धनं न भवति. कर्म कृत्वा अपि स कर्मफलरहितः भवति. तस्मात् लोकदृष्ट्या सः कर्म कुर्वन् अपि पारमार्थिकदृष्ट्या कर्मकारी न भवति. एतदेव मद्वचनस्य रहस्यम् इति. एतत् श्रुतवतीनां गोपीनां महान् विस्मयः जातः. बहुषु गृहेषु पठामि वा? अस्तु, कथा समाप्ता अस्ति इति कृत्वा अत्र कथायाः अर्थः कः इति अन्तिमभागस्य. अस्तु, अत्र यदा हि अत्र गोप्यः प्रार्थनां कृतवत्यः तदा व्यासमुनिः किं कृतवान् इत्युक्ते सः यमुना नदीम् उद्दिश्य नदीजलस्य विभागं करोतु इत्युक्तवान्. तदा यमुना नदी अपि द्विविधा विभक्ता. तदा तस्मिन् सन्दर्भे सर्वे यमुना नदीं तीर्त्वा अन्यत् तीरं गतवन्तः. परन्तु तत्र गोप्यः मनसि प्रश्नः आसन्. अत्र यद्यपि अत्र महामुनिः उक्तवान् यदि अहं किमपि न खादितवान् तर्हि नदी द्विविधा विभक्ता भवतु इति. परन्तु महामुनि तु दुग्धं नवनीतं च याचयित्वा खादितवान्. तदर्थं किमर्थं सः तथा वदति इति कथं यमुना तस्य वाक्यस्य विश्वासं कृतवती इति तादृशप्रश्नः अस्ति. कथमेतत् शक्यम् इति, एतस्य रहस्यं किम् इति. एतस्य रहस्यं किम् इति गोप्यः महामुनिम् उद्दिश्य पृष्टवत्यः. तदा महामुनि उक्तवान्, यद्यपि भवत्यः नवनीतं दुग्धं च दत्तवत्यः परन्तु मया न खादितम् इत्युक्ते अत्र ब्रह्मार्पण अत्र श्लोकम् अस्ति खलु, ब्रह्मार्पणं ब्रह्महविः, तस्मिन् विषये अत्र अस्ति. इत्युक्ते अत्र यद्यपि मनुष्यः कर्म करोति परन्तु कर्मणः फलस्य इच्छा मनसि अस्ति चेत् तर्हि तत्र कर्मस्य पुण्यपापं कर्मणः पुण्यपापं तस्मिन् मनुष्ये आगच्छति. परन्तु यः ब्रह्मार्पणबुद्ध्या करोति इत्युक्ते स्वस्य कृते न करोति, केवलम् अत्र कर्मस्य कर्मणः कृते एव करोति, कर्मफलरहितः इच्छाविना करोति, तत्र कर्मस्य कर्मणः फलं न भवति, तस्मिन् मनुष्ये कर्मणः फलं न भवति, अतः तथा करोति चेत् तत्र ब्रह्मार्पणबुद्ध्या करोति चेत् तर्हि सर्वं ब्रह्ममय इति तादृशवाक्यं फुल्लि लोडेड् स्टेट्मेण्ट् अस्ति महोदय. इत्युक्ते अहं ब्रह्म अस्मि इति खलु इति वाक्यम्. अहं ब्रह्म अस्मि इत्युक्ते अहं ब्रह्मणः यन्त्रम् इति, अहं कर्ता नास्मि इति यदा तादृशभावे साफल्यं प्राप्यते अस्माभिः, तदानीम् अहं यत् किमपि करोमि अस्मिन् विश्वे, अहं किन्तु कर्ता न भवामि, ब्रह्म एव परमपुरुषः एव ब्रह्म एव कर्ता भवति इति कृत्वा अहं ब्रह्मणः यन्त्रम्, अहं ब्रह्म अस्मि, अहं ब्रह्म अस्मि इति भावः. अस्तु, समीचीनमस्ति. इदानीं संक्षेपे किं किम् अस्ति प्रार्थनायां कृतायाम्? अस्तु, अत्र व्यासेन प्रार्थनायां कृतायाम् इति अस्ति, अत्र कर्मणि प्रयोगे अस्ति. व्यासेन प्रार्थनायां कृतायाम् अत्र व्यासेन प्रार्थना कृता, यदा व्यासेन प्रार्थना कृता यमुना प्रसन्ना अभवत् इति, तस्य सतीसप्तमी प्रयोगः व्यासेन प्रार्थनायां कृतायां यमुना प्रसन्ना अभवत् इति कर्मणि तान्तरूपम्. अपि च कर्मणि इदानीं तत्र शानजान्तरूपमपि भवति. व्यासेन प्रार्थना क्रियमाणा यमुना प्रसन्ना भवति. व्यासेन इदानीं सतीसप्तमी प्रयोगः व्यासेन प्रार्थनायां क्रियमाणायां यमुना प्रसन्ना भवति. कर्मणि अत्र कर्तरीप्रयोगे तान्तरूपं न भवति, यतोहि कृधातुः सकर्मकधातुः, अतः तान्तरूपं नास्ति, तवतु रूपं भवति. व्यासः प्रार्थनां कृतवान् यमुना प्रसन्ना अभवत्. तर्हि अत्र यदा व्यासः प्रार्थनां कृतवान् तदा यमुना प्रसन्ना अभवत्. सतीसप्तमी प्रयोगः व्यासः व्यासे प्रार्थनां कृतवती यमुना प्रसन्ना अभवत् इति तवतु रूपम्. अपि च तत्र शत्रन्तरूपम् अस्ति. यदा व्यासः प्रार्थनां कुर्वन् तदा यमुना प्रसन्ना भवति. सतीसप्तमी प्रयोगः व्यासे प्रार्थनां कुर्वती यमुना प्रसन्ना भवति. अत्र यदा व्यासः प्रार्थनां कुर्वन् अस्ति इति वदति चेत् समीचीनमस्ति, कुर्वन् अस्ति, अस्तु, हा अस्तु, यदा व्यासः प्रार्थनां कुर्वन् अस्ति तदा यमुना प्रसन्ना भवति. वस्तुतः तस्मिन् विषये नाम कुर्वन् अस्मि, कार्यं कुर्वन् अस्मि इति अस्मिन् विषये महती चर्चा भवति, अस्य कोऽपि अन्तः नास्ति यत् तादृशव्यवहारः सम्यक् अस्ति न वा इति. यतोहि पाणिनिना एकं सूत्रं दत्तम् अस्ति, तत् प्रथमविभक्तौ न स्यात्, अथवा प्रथमविभक्तौ भवति चेत् अन्या क्रिया अपि स्यात्, अहं तत्र चिन्तनं कुर्वन् खादामि, तत्तु समीचीनमेव, चिन्तनं कुर्वन् खादामि इति तु भवति, किन्तु किं चिन्तनं कुर्वन् अस्मि इति अस्मिन् अर्थे लट् भवति, अहं चिन्तयामि अथवा चिन्तनं करोमि इति ऐ एन् जि आङ्ग्लभाषया यत् ऐ एन् जि थिङ्किङ्ग् ईदिङ्ग् इत्यादिकं यद्भवति तादृशं वस्तुतः लट् लकारे तादृशी क्षमता अस्ति, तादृशं सामर्थ्यम् अस्ति इति कृत्वा सामान्यतया तत्र शास्त्रीयरीत्या वदामः चेत् तत्र कार्यं कुर्वन् अस्मि इदानीम् इति अस्य आशाय तत्र वदामः चेत् तत्र का इदानीमेव कार्यं कार्यं करोमि अथवा इदानीमेव खादामि इति शास्त्रीयचिन्तनं चिन्तने एकः पक्षः अस्ति. अपरस्मिन् पक्षे व्यवहारे बहवः वदन्ति, संस्कृतभारत्यामपि हेगमने वदति यत् साधयितुं शक्नुमः यद् भवति, कार्यं कुर्वन्नस्मि इति दोषः नास्ति, तत्र भोजनं तत्र खादन्नस्मि खादन्नस्मि गच्छन्नस्मि इति बहवः जनाः वदन्ति, तर्हि व्यवहारे अस्ति इति कृत्वा कथञ्चित् साधयन्ति, यद्यपि तत्र विरोधिसूत्रमस्ति. यत्किमपि भवतु नाम तस्य चर्चायाः तस्याः अन्तो नास्ति. अस्तु, समापयतु कृपया. अस्तु, इदानीम् अत्र कर्मणि कर्तरि शानज् अपि भवति, कृधातुः उभयपदी इति कृत्वा व्यासः यदा व्यासः प्रार्थनां कुर्वाणः कुर्वाणः अस्ति तदा यमुना प्रसन्ना भवति. सतीसप्तमी प्रयोगः, व्यासे प्रार्थनां कुर्वाणे यमुना प्रसन्ना भवति. कर्मणि प्रयोगे तु कर्मणि प्रयोगे तान्तरूपं दृष्टवन्तः. अत्र कर्मणि शानच् अपि भवति, व्यासेन प्रार्थना क्रियमाणा यमुना यदा व्यासः यदा व्यासेन प्रार्थना क्रियमाणा तदा यमुना प्रसन्ना भवति. सतीसप्तमी प्रयोगः, व्यासेन प्रार्थनायां क्रियमाणायां यमुना प्रसन्ना भवति. अस्तु, अन्ततो गत्वा भवती वदतु कृपया अत्र यमुनायां विभक्तायां यमुनायां विभक्तायां तत्र कश्चन मार्गः अपि दृष्टः. यमुनायां विभक्तायाम् अत्र बज् बज् इति धातुः अस्ति, सकर्मकधातुः. सर्वे शृण्वन्तु, अत्र स्वप्नभूमिः नास्ति, सर्वे शृण्वन्तु, इदानीं समग्रमान् अस्ति, किन्तु तथापि अत्र भज् धातुः सकर्मकः अस्ति, भजति भजते द्वादिगणीयः भज् धातुः सकर्मकः अस्ति, सकर्मकः नास्ति. अस्तु, वदतु. परन्तु अत्र वि उपसर्गपूर्वकः अत्र अकर्मकप्रयोगः, अतः अत्र कर्तरिप्रयोगे यमुना विभक्ता यदा यमुना विभक्ता तत्र कश्चन मार्गः अपि दृष्टः इति. तस्य सतीसप्तमी प्रयोगः, यमुनायां विभक्तायां तत्र कश्चन मार्गः अपि दृष्टः इति तान्तरूपं प्रयुज्य. इदानीम् अत्र तवतु रूपं, यदा यमुना विभक्तवती तत्र कश्चन मार्गः अपि दृष्टः. तस्य सतीसप्तमी प्रयोगः, यमुनायां विभक्तवत्यां तत्र कश्चन मार्गः अपि दृष्टः इति अस्ति. अनन्तरं कर्त्री शत्रन्तरूपम् अस्ति, यमुना विभजन्ति यदा यमुना विभजन्ति तत्र कश्चन मार्गः अपि पश्यति. यमुनायां विभजन्त्यां तत्र कश्चन मार्गः अपि पश्यति इति कर्तरि शत्रान्तरूपम्. इदानीं कर्मणि प्रयोगे तान्तरूपं भवति, यमुनया भावे प्रयोगे अकर्मकः अस्ति, यमुनया विभक्तं यदा यमुनया विभक्तं तत्र कश्चन मार्गः अपि दृष्टः. सतीसप्तमी प्रयोगः न भवति, क्रियायाः आश्रयः कर्मपदं नास्ति, सतीसप्तमी प्रयोगः न भवति. इदानीम् अत्र कर्मणि शानज् यमुनया विभज्यमानं यदा यमुनया विभज्यमानं तदा तत्र कश्चन मार्गः अपि पश्यति. सतीसप्तमी प्रयोगः नास्ति, अकर्मकक्रियायाः आश्रयः कर्मपदं नास्ति. अपि च अत्र बज् इति धातुः उभयपदी अस्ति, अतः कर्त्री शानज् अपि भवति. कर्त्री शानज् अस्ति, यदा यमुना विभजमाना तदा कश्चन मार्गः अपि पश्यति. तस्य सतीसप्तमी प्रयोगः यमुनायां विभजमानायां तत्र कश्चन मार्गः अपि पश्यति. वा बहु सम्यक् अस्ति इति अस्माकं प्रचुर अभ्यासः जातः अद्य. कथा अपि समाप्ता अस्ति, समयः अपि समाप्तः. अस्तु तर्हि धन्यवादः सर्वेषाम्, अग्रिमे सप्ताहे मिलामः. नमो नमः. धन्यवादः धन्यवादः महोदय. नमस्कारः. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः महोदय.